मम नाम स्वरूपः, भवत्याः नाम किम्? मम नाम गौरी। भवतः नाम किम्? मम नाम राम। तं पृच्छतु, भवतः नाम किम्? मम नाम अभिनवः। अस्तु, भवतः नाम उक्त्वा तं पृच्छतु, मम नाम? मम नाम रविः। रविः, रवि, भवतः नाम किम्? मम नाम तेजस्। तेजस्, अस्तु, समीचीनं। तं पृच्छतु, मम नाम अभिनवः, भवतः नाम किम्? मम नाम श्रीहरि। श्रीहरिः, श्रीहरिः, अस्तु, समीचीनम्। अस्तु, एषा मापिका, एषा का? तस्य नाम किम्? तस्य नाम किम्? हा, तस्य नाम किम्? यदि न जानाति पृच्छतु, भवतः नाम किम्? भवतः नाम किम्? मम नाम रामः। तस्य नाम किम्? तस्य नाम रामः। भवत्याः नाम किम्? मम नाम गौरी। तस्याः नाम किम्? तस्याः नाम गौरी। तस्य नाम रामः, तस्याः नाम गौरी। अस्तु, भवतः नाम किम्? मम नाम रविः। रविः, तस्य नाम किम्? तस्य नाम रविः। तस्य नाम किम्? तस्य नाम तेजस्। तस्य नाम किम्? तस्य नाम रामः। तस्य नाम किम्? तस्य नाम श्रीहरिः। तस्याः नाम किम्? तस्याः नाम गौरी। तस्य नाम किम्? तस्य नाम राम। एतस्य नाम किम्? एतस्य नाम राम। तस्य नाम किम्? तस्य नाम रविः। समीपे एतस्य, दूरे तस्य। एतस्याः नाम किम्? एतस्याः नाम गौरी। एतस्याः नाम, एतस्याः नाम गौरी। गौरी, अस्तु। तर्हि दूरं तस्य पुरुषः, स्त्री तस्याः। अस्तु, इदानीम् एतस्य नाम किम् पृच्छतु, भवतः नाम किम्? भवतः नाम किम्? मम नाम दिलीपः। एतस्य नाम किम्? एतस्य नाम दिलीपः। भवतः नाम किम्? मम नाम तेजस्। तस्य नाम किम्? तस्य नाम तेजस्। एतस्य नाम किम्? एतस्य नाम दिलीपः। तस्य नाम किम्? तस्य नाम तेजस्। दूरे अस्ति चेत् तस्य, समीपे अस्ति चेत् एतस्य, एतस्य। एषः, एषः कः? रविमहोदयः। रविमहोदयः, ओ अस्तु, समीचीनम्। सन्ध्या भगिनी वा? अस्तु, अस्तु, समीचीनम्। तर्हि अत्र एतत् किम्? एतत् पुस्तकं कस्य पुस्तकम्? कस्य पुस्तकम्? रविमहोदयस्य पुस्तकम्। रविमहोदयस्य पुस्तकम्, अस्तु। सन्ध्या भगिनी, कथमस्ति? शृणोतु एकनिमेषः। प्रश्नद्वयं, सर्वं कुशलं वा? आम्, सर्वं कुशलं। सर्वं कुशलं वा? सर्वं कुशलं वा? सर्वं कुशलं वा? सर्वं कुशलं वा? सर्वं न, सर्वं कुशलं वा इति, वा इति प्रश्नः। न, आम्, सर्वं कुशलम्। कुशलम्, कुशलम्, कुशलम्। अस्तु, इदानीं भवान् कथमस्ति इति एकः प्रश्नः, सर्वं कुशलं वा? आम सर्वम कुशलम सर्वम कुशलम वा हाँ इदानीं भवान कथम अस्ति अहम कुशली अस्मि अहम कुशली अस्मि भवान कथम अस्ति अहम कुशली अस्मि अस्मि अस्मि हाँ बालकः अस्ति अहम अस्मि भवान कथम अस्ति अहम कुशली अस्मि हाँ भवान कथम अस्ति अहम कुशली अस्मि हाँ भवान कथम अस्ति अहम कुशली अस्मि अस्मि अस्मि भवान कथम अस्ति अहम कुशली अस्मि हां भवान कथम अस्ति कुशलम कुशली कुशली अस्मि भवान कथम अस्ति अहम कुशली अस्ति अस्मि अस्मि हां पुस्तकम अस्ति बालकः अस्ति अहम अस्मि अस्मि हां भवान कथम अस्ति अहम कुशलम अस्ति कुशली कुशली अस्मि अस्मि हां अस्तु अस्ति हाँ पुस्तकम कुत्र अस्ति पुस्तकम तत्र अस्ति हाँ अस्ति किंतु अहम् अस्मि हाँ इदानीं यथा हाँ अस्तु समीचीनं कर्तुं शक्नुमः I don't know if it's going to work. Astu, pachatu. Tatraiva, stop it. Astu. Ha, smitam asti. Bhavati kaptam asti. Aham kushalini asmi. Aham kushalini. Aajatu. Lini. Kushalini. Aham kushalini asmi. पुरुषः अहम् कुशली अस्मि स्त्री अहम् कुशलिनी अस्मि भवान् कथम् अस्ति हाउ आर यू ओके एंड आई एम वेल फाइन फाइन सर्वं कुशलं वा इज एवरीथिंग फाइन सर्वं कुशलं आम सर्वं कुशलं यस एवरीथिंग इज फाइन तरी अहम कुशलम अहम कुशली अस्मि अहम कुशलिनी अस्मि हाँ संध्या कथम अस्ति भवति कथम अस्ति भवति श्रुणोतु गौरी भगिनी कथम अस्ति भवति अहम कुशलिनी अस्मि अहम कुशलिनी अस्मि वदतु अस्मि किम अहम कुशलिनी अस्मि अहम कुशलिनी अस्मि किम अस्मि अस्मि बालकः अस्ति पुस्तकम् अस्ति किंतु अहम अस्मि तो स्त्री महिला अहम कुशलिनी अस्मि हाँ भवती कथम अस्ति कुशलिनी अस्मि अहम कुशलिनी अस्मि समीचीनम् अस्तु तर्हि अधुना पुस्तकम् अस्ति सर्वेषां पार्श्वे पुस्तकम् अस्ति पुस्तकं कुत्र अस्ति अन्यत्र अस्ति पुस्तकं कुत्र अस्ति अन्यत्र अस्ति अस्तु तर्हि फेनकं कुत्र कस्य फेनकम् अस्ति कस्य फेनकम् कस्य अभिनवस्य पुस्तक फेनकम् चषकः कस्य अस्ति कस्य चषकः रामः महोदयस्य अस्ति अथवा रामस्य रामस्य चषकः रामस्य यत्र अन्ते अकारः अभिनव अभिनव दिलीप तत्र राम भवतः नाम किं कुमार मम नाम कुमारः तर्हि कुमार अभिनव राम दिलीप तत्र दिलीपस्य अभिनवस्य रामस्य परन्तु तेजस् तत्र रविः तत्र हरिः तद् भिन्नमस्ति भिन्नमस्ति अतः महोदय इति योजयामः रविमहोदयस्य तेजस् महोदयस्य तत्र हरिमहोदयस्य तत्र अस्ति रूपम् अस्ति अत्र हरेः इति अस्ति अनन्तरं बाद्मे अनन्तरं वयं कुर्मः इदानीम् अधुना हरिमहोदयस्य तेजस् महोदयस्य रविमहोदयस्य अत्र इदानीं सन्ध्या अस्ति सन्ध्या अत्र अस्ति कङ्कतं कस्याः कङ्कतं सन्ध्यायाः कङ्कतं सन्ध्यायाः कङ्कतं हा तर्हि किञ्चित् अभ्यासं कुर्मः अत्र रमेशस्य कृष्णः देवः लेखकस्य छात्रः चषकः चमसः इदानीं पुस्तकस्य पुष्पं मन्दिरं नगरं वनं भवनं फेनकम् अवगतं वा अवगतम् इदानीं सन्ध्यायाः कस्य कङ्कतम् सीता राधा कविता पत्रिका छात्रा मापिका कुञ्चिका गौरी गौर्याः स्त्रीलिङ्गशब्दः तत्र प्रकारद्वयमस्ति तत्र माला घटी अन्ते आकारः अन्ते ईकारः आकारः तत्र कुञ्चिकायाः सन्ध्यायाः मालायाः छुरिकायाः स्वागतं महोदय इकारान्तशब्दः अस्ति चेत् कर्तरि किं भवति कर्तर्याः घटी हाँ तत्र कूपी कूप्याः कूप्याः नदी लेखनी अंकनी द्रोणी जननी दर्वी दर्व्याः पिपीलिका पिपीलिकायाः छुरिका बालिका अश्वः अश्वः अश्वस्य रामः अजः सूर्यः चन्द्रः पुष्पं नदी नद्याः माला इदानीं मिश्रणम् अस्तु तर्हि फेनकं चमसः माला क्षम्यतां माला मापिका घटी घट्याः कर्तरी कर्तर्याः लेखनी लेखन्याः अंकनी समीचीनं छुरिका कुञ्चिका अस्तु इदानीम् अभ्यासं कुर्मः पुस्तकमस्ति अस्तु पठतु कृपया दिलीपमहोदय पठतु 1.9 आवरणे विद्यमानस्य विधिमानस्य पदस्य उचितं रूपं रिक्ते स्थले लिखतु उदाहरणार्थं सरयू नद्याः सरयू नद्याः तीरे अयोध्या अस्ति इति अस्ति इति वाक्यं द्वितीयं वाक्यं वदतु अयोध्यस्य राजा किन्तु स्त्रीलिङ्गशब्दः खलु वदतु अयोध्याः माला किं भवति माला मालायाः अयोध्यायाः राजा दशरथः अयोध्यायाः राजा दशरथः शब्दस्य अन्ते आकारः अस्ति चेत् स्त्रीलिङ्गशब्दः एव अस्तु अस्तु अग्रिमवाक्यं अभिनवमहोदय दशरथस्य चत्वारः पुत्राः अस्तु सन्ध्या भगिनी अग्रिमम् प्रथमस्य नाम रामः समीचीनमस्ति अस्तु गौरी भगिनी अग्रिम द्वितीयस्य नाम भरतः समीचीनमस्ति अस्तु हरि महोदय अग्रे तृतीयस्य चतुर्थस्य च नाम लक्ष्मणः शत्रुघ्नः च इति अस्ति महोदय अग्रिमम् रामः कौसल्यायाः पुत्रः हा रामः कौसल्यायाः पुत्रः कुमारः महोदय अग्रे भरतः कैकेय्याः पुत्रः हा समीचीनं कर्तरी कर्तर्याः नदी कैकेय्याः पुत्रः समीचीनमस्ति तेजस् महोदय अग्रे लक्ष्मणस्य शत्रुघ्नस्य च माता सुमित्रा समीचीनमस्ति अस्तु रवि महोदय अग्रे राम रावणस्य कुम्भकर्णस्य च वधं कृतवान् हा कुम्भकर्णस्य च वधं कृतवान् अस्तु अग्रे गच्छेम हा गौरी भगिनी अग्रे मथुरायाः राजा उग्रसेनः अस्तु राममहोदय अग्रे उग्रसेनः पुत्री उग्रसेना किं किं भवति पुत्र उग्रसेनस्य उग्रसेनस्य पुत्र कर्णः कंसः कर्णः हा दिलीपमहोदय अग्रे कंसस्य भगिनी देवकी समीचीनमस्ति कुमारमहोदय अग्रे देवक्याः पतिः वसुदेवः पुत्रः कृष्णः हा समीचीनमस्ति अस्तु सन्ध्या भगिनी अग्रे हा प्रश्नः अस्ति रावणस्य च कुम्भकर्णस्य वधं कृतवान् रामः रामः रावणस्य कुम्भकर्णस्य च वधं कृतवान् No, तत्र विकल्पः अस्ति विकल्पः अस्ति एतत् सर्वम् अग्रे कुर्मः अग्रे इदानीं रामः रावणस्य च कुम्भकर्णस्य च वधं कृतवान् you can put the cha, you have various options there. You can just put one cha at the end, or you can put them at each one after each one as well. So it's not, is it not necessarily like and, but it's like two? Like no, and. And iti eva asti. Oh, okay. And asti eva. उदाहरणार्थं वयं खादामः भोजनमस्ति एतत् भोजनं रामस्य च दिलीपस्य च कुमारस्य च स्वरूपस्य च अभिनवस्य च भोजनम् अथवा रामस्य दिलीपस्य कुमारस्य अभिनवस्य स्वरूपस्य च भोजनम् द्वयमपि समीचीनम् अवगतम् आम् अवगतम् अथवा अवगच्छामि अपि समीचीनम् अस्तु अग्रिमवाक्यं करोतु अग्रिमवाक्यम् अत्र किं वाक्यमस्ति कृष्ण नन्दगोपस्य च यशोद्याः च फलितपुत्रः अपि समीचीनम् अस्तु तेजस् महोदय अग्रे कुन्त्याः पुत्र अर्जुन कुन्त्याः कुन्त्याः पुत्र अर्जुन अर्जुनः अर्जुनः अस्तु गौरी भगिनी सः कृष्णः सः अर्जुनः कृष्णस्य भगिनी सुभद्रायाः कृष्णस्य भगिन्याः भगिन्याः सुभद्रायाः पतिः समीचीनमस्ति रवि महोदय अग्रे सुभद्रायाः पुत्र अभिमन्युः समीचीनमस्ति अभिनवमहोदय अभिमन्युः पुत्रायाः पतिः अस्तु समीचीनमस्ति इति पुनः स्मरणम् अधुना उत्तिष्ठतु गच्छतु अभिनवः गच्छति आगच्छतु अभिनवः आगच्छति उपविशतु नमस्कारः अस्तु अभिनवः उपविशति अभिनवः किं करोति गौरी लिखति गौरी किं करोति लिखति अस्तु अधुना रविमहोदयः पठति रविमहोदयः किं करोति अस्तु समीचीनमस्ति अधुना के अस्तु इति पुनः स्मरणमस्ति अस्तु अहं खादामि अहं किं करोमि भवान् खादति खादति पिबतु हरिमहोदय किं करोति पिबति अस्तु क्रीडतु अभिनवमहोदय किं करोति क्रीडति गच्छति आगच्छति खादति पिबति अहं किं करोमि भवान् अहं किं करोमि वदति तर्हि पश्यति वदति पठति लिखति क्रीडति भवान् लिखति भवान् खादति भवान् पठति अहं लिखामि अहं पठामि अहं गच्छामि अहम् आगच्छामि भवान् किं करोति अहं वदामि भवान् किं करोति भवान् किं करोति भवान् किं करोति भवान् किं करोति समीचीनमस्ति भवती किं करोति अहं हसामि भवान् किं करोति उपविशामि भवान् किं करोति अस्तु समीचीनमस्ति सन्ध्या भगिनी भवती किं करोति अस्तु समीचीनम् इति अस्ति अधुना अग्रे चमसः कुत्र अस्ति भूषकं कुत्र अस्ति अत्र अस्ति गृहं कुत्र अस्ति अन्यत्र अस्ति वायुः कुत्र अस्ति वस्तूनि कुत्र सन्ति एकत्र सन्ति अस्तु इदानीं चषकः अस्ति चषकः नास्ति अस्ति नास्ति चषकः एषः चषकः वा एतत् फेनकं वा एषा मापिका वा एषा कर्तरी वा एषा लेखनी वा न सा लेखनी न सा घटी एषः चमसः वा दर्पणः अस्तु एषा माला वा सा कूपी कूपी अस्तु समीचीनम् अत्युत्तमम् अधुना अग्रे गच्छेम चमसः एषः कः चमसः चमसाः दन्तकूर्चः दन्तकूर्चाः दर्पणः दर्पणाः अस्तु दण्डः दण्डाः करदीपः करदीपाः अधुना माला मालाः कुञ्चिका कुञ्चिकाः छुरिका छुरिकाः समीचीनम् अधुना कर्तरी कर्तर्यः कर्तर्यः लेखनी लेखन्यः अङ्कनी अङ्कन्यः घटी घट्यः अस्तु पेटिका पेटिकाः कुञ्चिका नाम एकः एका कुञ्चिका एषा कुञ्चिका एताः कुञ्चिकाः कुञ्चिकाः मापिका मापिकाः अस्तु फेनकं फेनकानि फेनकं फेनकानि पुस्तकं पुष्पं पर्णं करवस्त्रं संस्कृतभाषायाम् एकः नियमः अस्ति एकः नियमः अस्ति नियमः पुस्तकम् इति पदं बालकः पदं बालिका पदं एकस्मिन् पदे एकं पदम् अस्ति तत्र रेफः अस्ति रेफः अनन्तरं नकारः दन्त्य नकारः तथा दध न नकारः पूर्वं रेफः अनन्तरं नकारः एकस्मिन् पदे तत्र नकारस्य मूर्धन्य अणत्वं भवति अतः उदाहरणार्थं पत्रं पत्रं तत्र रेफः अस्ति र पत्रं रेफः अस्ति न वा अस्ति पत्रं बहुवचने एकं पत्रं बहुवचने तत्र नकारः अस्ति रेफः अस्ति पूर्वम् अतः नकारस्य मूर्धन्य अणकारः भवति पत्राणि पूर्वं रेफः अस्ति अथवा पूर्वं मूर्धन्य षकारः कृष्ण षकारः हा अस्तु कोऽपि मम साहाय्यं करोतु कोऽपि आगच्छतु लिखतु किन्तु देवनागरी इति न जानाति खलु देवनागरी लिपि जानाति वा यु नो देवनागरी स्क्रिप्ट् अस्तु एवं यु नो द लेटर्स् आफ् दि आफ् द आल्फाबेट् हा ओके ओके So there, you know, ma, there's like a ta-tha da-dha-na, ta-tha da-dha-na, you know, ta-tha da-dha-na, ta-tha da-dha-na, ma, yadi, ekam padamasti, if there's one word, in that word you have na, ta-tha da-dha-na, and in that same word, tasmineva pade, पूर्वं रेफः अस्ति र आर् पूर्वम् इन् वन् वर्ड् इफ् यु हेव् आर् एण्ड् द सेम् वर्ड् न इस् देर् देन् बिकास् आफ् दि एफेक्ट् आफ् र नकारः अणकारः भवति इट् बिकम्स् अण सो पुस्तकं बहुवचने पुस्तकानि पुस्तकानि सामान्य इति सामान्य ओर्डिनरि रूल् ओर्डिनरिलि पुस्तकं पुस्तकानि पुस्तकं पुस्तकानि फेनकं पत्रं तत्र पत्राणि न पत्राणि पत्राणि यदि पूर्वं रकारः अस्ति इफ् यु हेव् रेफः इफ् यु हेव् आर् before in the word and then after you have na n then because of the effect of that ra n becomes arna na ta tha ta tha na avagatam va pustakam pustakani kintu patram patrani patrani sandhya bagini अवगच्छति वा न अवगच्छति महती समस्या अस्तु अस्तु हा देवनागरी लिपिं लिखतु तत्र पुस्तकं पुस्तकानि पुस्तकं पुस्तकानि इति लिखतु पुस्तकं पुस्तकानि पश्यति वा न पश्यति इदानीं पश्यति वा पुस्तकं पुस्तकानि लिखतु अत्र दन्तीयनकारः अस्ति दन्त्यनकारः अस्ति न इदानीं पत्रं तत्रैव अत्र पत्रमस्ति पश्यति वा पत्रं पत्राणि पश्यति वा न अत्र मूर्धन्यणकारः अत्र दन्त्यनकारः अत्र रेफः अस्ति पत्रं रेफः अस्ति अत्र बिकास् आफ् दट् रेफः नकारः अणकारः भवति So it's like two letters combined? No, not two letters combined. If in one word, any word has repaha. You know repaha? R. Ra. That's like when you have like two letters. No. Patram atava Rameshaha. Rameshaha. Tatra rakarha, repaha. Ra, Rameshaha. Just ra. Ha. आम् रमेशः तत्र रमेशः अस्ति तृतीयविभक्ति तत्र वयं करिष्यामः नाम यानं यानेन रमेशः रमेशी न रामः इति कुर्मः रामः रामेण नास्ति चिन्ता वयं सर्वं नाम सर्वं स्पष्टं भविष्यति अत्र पूर्वं रेफः अस्ति र पूर्वं र तत्र नकारस्य अणकारः भवति ण पूर्वं रेफः अस्ति अथवा पूर्वं मूर्धन्यषकारः कृष्णषकारः तत्र षकारः पूर्वमस्ति चेत् अपि नकारः अणकारः भवति उदाहरणार्थं पुष्पम् तत्र श अस्ति कृष्णश पुष्पम् बहुवचने पुष्पाणि इति न पुष्पाणि वस्त्राणि इति न वस्त्राणि अवगतं वा अस्तु अस्तु तर्हि अधुना पुस्तकं पुस्तकानि पुष्पं पुष्पाणि मन्दिरं मन्दिराणि खलु इत्युक्ते हेन खलु अहं वदामि खलु भवन्तः वदन्तु अस्तु मन्दिरं नगरं नगराणि वनं फेनकं भवनं गृहं गृहाणि वस्त्रं कङ्कतं पर्णं अत्र किं भवति पर्णं तत्र प्रभावः जातः एव नाम पर्णम् इत्यस्मिन् इन् द वर्ड् पर्णं नकारः रेफस्य अनन्तरम् आफ्टर् द रकारः अणकारः अस्ति एव दट् आल्रेडि हेपेन्ड् सो वी डोण्ट् डु इट् ट्वैस् पर्णानि तत्र द्वितीयनियमः अस्ति द्वितीयनियमः कः द्वितीयनियमः अस्ति रेफः नकारः एकस्मिन् पदे तयोः मध्ये के वर्णाः भवितुं शक्नुवन्ति तथापि नकारस्य णत्वं भवति इति अहं वदामि इदानीं तत्र रेफः अस्ति अपि च नकारः अस्ति तयोः मध्ये कवर्गीयः कश्चन वर्णः कवर्गीय कख गघ ङ अथवा फ फ फ म तथापि नकारः अणकारः भवति मध्ये तवर्गीयः टवर्गीयः चवर्गीयः अस्ति चेत् न भवति बाधा तत्र बाधा बाधा अस्ति व्यवधानम् अस्ति न भवति अतः पर्णं तत्र टठठठण मध्ये अस्ति णकार पर्णम् अतः बहुवचने न भवति पर्णानि नि Did you catch that? No, I said a lot of things that sounds good that you don't know. This knee, right? The one on the left. Atra parnani bhavati. Parnani bhavati. Patrani parantu parnani asti. Huh? So if you have refa, did you catch it or not? If you have, but you understood the first rule. Yeah, we have a reva, then you And have then nakaraha, nakaraha na. Yeah. So what letters can be in between those and still it happens or it doesn't happen? Okay. So that's the question. Now what letters can be in between? So agar yadi kavargiyaha kagagaghanga athava ma papapapama madhye, in between. Between rakaraha and nakaraha, if you have any of those letters, tathapi, even then, nakaraha, anakaraha bhavati. Parantu, yadi tavargiyaha, chavargiyaha, tavargiyaha, kasna varnaha, cha-cha-cha-chanya, atava tathathathana, tathathathana, madhye, tatra na bhavati. Okay. Avagata? Can you give some examples of that rule? नाम पर्णम् इति एकम् उदाहरणं पर्णं तत्र णकारः मध्ये अस्ति अतः णकारः न भवति अग्रे गत्वा वयं द्रक्ष्यामः उपनेत्रं न तत्र तु भवति एव उपनेत्रं किं भवति उपनेत्राणि हृदयं हृदयं किं भवति भवति न वा हृदयानि किमर्थं वाय् द अस्ति द मध्ये अस्ति अतः न भवति अत्र हृदयानि किमर्थं दकारः अस्ति तवर्गीय तथा दधा न Are you catching it or you're not? Yeah. You're okay. Okay, so I'm only telling you this because bahuvachanam. Napunsakalinge bahuvachanam ani asti. Ataha asmakam avasaraha asti. Hridayam is napunsaka? Ha. Hridayam. Napunsaka. Napunsakalinge shaddha. Thanks for coming. Astu. Udyanam? Udyani. उद्यानानि उद्यानम् उद्यानानि उद्यानानि सोपानम् सोपानानि नेत्रं नेत्राणि मुखं चक्रं वातायनं क्रीडनकम् क्रीडनकम् क्रीडनकानि तत्र क्रीडनकम् अत्र क्रीडनकं मध्ये डकारः अस्ति अतः एकवचने अपि क्रीडन नकारः अस्ति एकवचने क्रीडनकम् Even in singular, ekavachane api nakaraha. Kintu madhye dakaraha asti. Madhye. Kri da da na kam. Dakaraha asti. Ataha nakaraha eva. Ekavachane. Even in singular, it would have been kri da anakam. It would have been. But because madhye dakaraha asti, ataha na avagata. Avagata? Astu. Sasyam Sasyani. Astu Nadi. Nadyaha. Nadyaha. Bhavataha nama kim? Mama nama Rajashekara. Rajashekara. We were practicing before you got here. I'm sorry, it means that this football game is just... Anyway, what can we say? It messed up our class. Oh, terrible problem. I parked over here, I mean, like, opposite to that one. I don't know whether it's... Get a ticket there, no, today they won't get today. It. Today I don't think it's any problem. Today just on the street here? No, not on the street. It's yeah, a building next to the building. Yeah, next to the building, yeah, the wall. Okay. I don't think it is. Tatra malayaha chamasasya iti possessive. Idanim plural bahuvachanam. Binna mastiyat. Binna lokaha. Ha. Astu. Idanim bahuvachanam. Devaha. Devaha. Devaha. Ha. Chamasaha. Dandaha. Astu. Karadipaha. Karadipaha. Astu. Karavastram. Karavastrani. Phenakam. Astu. Tari pulinga shabdaha. Dandaha. Dandaha. Darpanaha. Darpanaha. Why is darpana word like that? Darpanaha. Darpanaha. Why is it not darpanaha? Repha hasti. Rakara hasti. Madhye pakara hasti. Kintu pakaraha vyavadhanam nasti. Adaha darpanaha. Yatra, yatra, yatra. Yatra, yatra, ma, anakara hasti. Tatra mulamasti nakaraha. Kintu repasya prabhavena nakaraha anakaraha bhavati. Ekasmin shabdayapi, even in one word, we have darpana shabdaha, the original was nakaraha tatra. Kintu repa hasti ataha anakaraha bhavati, darpanaha. Could you follow? No. Even when you have even in one word, means the original form of Murdanya Nakaraha is Dantya Nakaraha, is the original form of that. Mm-hmm. And it became Murdanya Nakaraha by the effect of the Repaha in this word, Darpana. Could you catch? don't worry about that. But you understood that by the Repaha, Nakaraha, Nakaraha Bhavati? Yes. Bas. Ha. Kandukaha. Kandukaha. Kandukaha. Ghati. Ghatyaha. Ghatyaha. Ghatyaha. Mala. Malaya. Malaha. Malaha. Kunchika. Kunchika. Kunchikaha. Churika. Churikaha. Mapika. Mapika. Ankani. Ankanyaha. Ankanyaha. Ghati. Ghatyaha. Lekhani. Lekhanyaha. Astu. Pustakam. Pustakam. Samichanam. Astu. Astu. Idanim mishrita abhyasaha. Mishrita abhyasaha. Astu. Samichanam. Astu. अस्तु पत्रिका पत्रिका चंद्रः चंद्रः नदी नगरः नगरम् नगराणि सूर्यः सूर्यः हा गजः गजः मापिका मापिका कर्तरी कर्तर्यः कर्तर्यः सूची सूच्यः पुत्री पुत्र्यः द्रोणी द्रोण्यः जननी जनन्यः गृहं गृहाणि वातायनम् वातायनानि कंकतम् कंकतानि सस्यम् सस्यानि पत्रम् पत्राणि छात्रा छात्राणि छात्राः चंद्रः गजः गजः अस्तु दर्वी दर्व्यः दर्व्यः भगिनी भगिन्यः द्विचक्रिका द्विचक्रिका अस्तु एकैकं कुर्मः एकैकं अस्तु कुञ्चिका कुञ्चिकाः बिडालः बिडालाः बिडालाः वनं वनाय वनानि वनानि अस्तु समीचीनं पुत्री पुत्र्याः पुत्र्यः छात्रा छात्राः अस्तु कुक्कुरः कुक्कुरः कुक्कुर्यः कुक्कुरः लिङ्गं किं लिङ्गं व्हाट इज़ द जेंडर कुक्कुरः तु किं भवति कुक्कुराः सूर्यः सूर्यः सूर्याः वृद्धः चषकः चषकाः अस्तु समीचीनमस्ति पत्रिका पत्रिका पत्रिकाः अङ्कनी वनम् अस्तु अध्यापिका अध्यापिकाः अस्तु मूषकः मूषकः हा समीचीनमस्ति छुरिका समीचीनमस्ति पुस्तिका पुस्तिकाः जननी जनन्यः भवनं भवनानि हा अस्तु अधुना यत्र विसर्गः अह अह बालकः बालकः पुरुषः पुरुषः हा तत्र मे तत्र पुल्लिङ्गशब्दः अश्वः दण्डः स्त्रीलिङ्गे स्त्रीलिङ्गे प्रकारद्वयमस्ति प्रकारद्वयम् अत्र अत्र माला अत्र कूपी आ आ आ अत्र कूपी generally with respect to human beings you can say male and female but with respect to things why do they categorize into female and male like a striling and pulling for certain things they will be pulling महान् प्रश्नः सः तु महान् प्रश्नः प्राचीनकाले यदा भाषा आरब्धा तत्र गन्तव्यमस्ति यु हाव् टु आस्क् दोस् पीपल् means in many many languages of the world there are ling there is lingam and in many many languages there's no lingam in hindi there's ling in sanskrit there's ling in bangla there's no ling in german in spanish there's ling in english there's no ling why I cannot tell you the answer that's confusing ha religious liberty ha isn't it to attach like qualifiers like how it's to be able to describe the word using like what like the or ah. Means those things have to go along with it. It's true. Yeah. If there's ling. If there's no ling, then there's no use. What about the qualifiers in English? There's qualifiers in English, but there's no ling agreement because there's no lingam. Yeah. So the book. There's nothing. There's nothing in there. Differentiate that. Yeah. No problem. But Sanskrit na eva masti. And so after pulling and swilling, how to find out the neutral? How to find out? Neutral. Tatra makarah asti khalu phenakam bhavanam yanam makarah ante asti chet napunsakalinga shabda. Tatra aha asti chet ante aha purushaha balakaha pulinga shabdaha strilinga shabdaha akarah athava ikarah akarah ikarah atra balika Mapika, kunchika, churika, srilinga shabdha. Apicha, atra kupi, ghati, kartari, ankani, lekhani. Srilinga shabdha. Prakara, dvayam. All the words which sound pretty are feminine. Tatha asti. So male is aha? Aha. And a female is? Aha. Aha, e. Athwa e. Sandhya Bhagini? Spashtam? Spashtam. Okay. Navagatam. Astu. Astu. Idanim. Idanim. Phenakam asti. Phenakani santi. Henakam asti, henakani santi. Santi. Henakam asti, henakani santi. Santi. Astu, idanim aham ekavachana rupam vadami. Bhavantaha bahuvachana rupam vadantu. Balakaha asti. Purushaha asti. Purushaha asti. Mahila asti. Mahila asti. Balika asti. Balakaya. Balika asti. Santi. When we say plural, so do we need to say like Mahila, Balika asti, Balikaya asti, Santi, right? Just Balika. Balika asti, balikaha santi. Balikaha santi. Henakam asti. Henakani santi. Patrika asti. Patrika. Patrikaha santi. Nadi asti. Nadyaha santi. Nadyaha santi. Syutaha asti. Syutaha santi. Devaha asti. Devaha santi. Ajaha asti. Ajaha santi. Kupi asti. Kupyaha santi. Ghati asti. Ghatyaha santi. Graham asti. Upanetram asti. Upanetrani santi. Vriddha asti. Vriddha santi. Kalika asti. Kalika santi. Suchi asti. Suchyaha santi. Suchyaha santi. Pustika asti. Pustika santi. Kukkuraha asti. Kukkuraha santi. Lohakarah asti. Lohakarah santi. Balika asti. Balika asti. Sthalika asti. Sthalika asti. Idanim. Atra agacchatu. Atragati, atragati, atragati. सह पुरुषः सह कः कः पुरुषः ते पुरुषाः ते के के पुरुषाः कः पुरुषः कः पुरुषः अभिनयनं करोतु हा अस्तु सः कः ते के के पुरुषाः कः पुरुषः के पुरुषाः ते पुरुषाः समीचीनम् अस्तु अस्तु अद्य महिलानां भावः अस्ति किन्तु एवमस्ति सा बालिका सा का का बालिका ताः बालिकाः ताः काः काः बालिकाः का बालिका काः बालिकाः सा नदी सा का का नदी ताः नद्यः ताः काः काः नद्यः का नदी समीचीनं तत् यानं तत् किम् किं यानं तत् तानि यानानि तानि कानि कानि यानानि किं यानं कानि यानानि तत् फलं तत् किं फलं तानि फलानि तानि खानि कानि फलानि तत् किं तानि कानि एताः काः काः काः सा का काः काः ते सैनिकाः ते के सैनिकाः एते चमसाः ते सैनिकाः एते चमसाः समीपे दूरे ते के एते के के सैनिकाः के चमसाः एते चमसाः अस्तु अधुना ताः घट्यः ताः काः एताः सिक्थवर्तिकाः सिक्थवर्तिकाः एताः काः ताः काः समीपे एताः दूरे ताः काः काः गत्यः काः सिक्थवर्तिकाः तानि फलानि एतानि यानानि तानि कानि एतानि कानि कानि फलानि कानि यानानि इति अस्ति. अस्तु, अधुना बालकः गच्छति, बालकाः गच्छन्ति, बालकः गच्छति, बालकाः गच्छन्ति, बालिका गच्छति, बालिकाः गच्छन्ति. अस्तु, पुरुषः खादति, पुरुषाः खादन्ति, पुरुषः पठति, पुरुषाः पठन्ति, पुरुषः लिखति, पुरुषाः लिखन्ति. अस्तु, अहम् एकवचनान्तरूपं वदामि, भवन्तः बहुवचनान्तरूपं वदन्तु. इदानीं बालकः गच्छति, बालिका लिखति, पुरुषः क्रीडति, इदानीं शिक्षकः चिन्तयति, बालिका प्रक्षालयति, सः पुरुषः गच्छति, सः पुरुषाः गच्छन्ति. एकनिमेषः, एकनिमेषः. सः पुरुषः गच्छति, ते पुरुषाः गच्छन्ति, सः बालकः क्रीडति, तर्हि सूचयतु, यु हेव् टु टेल् मी अदर्वैस् हव् अ लैन्. सो बालकः क्रीडति, बालकाः क्रीडन्ति, सः बालकः, सः बालकः बहुवचने, ते बालकाः, सः बालकः, ते बालकाः. यु हेव् द मीनिङ्ग्. सः, सः मीन्स् देट्. And then they means those. Okay. Saha balakaha, te balakaha. So saha balakaha gacchati. Bahuvachane? Te balakaha gacchanti. Te balakaha gacchanti. Iti bhavati. Idanim sa balika chintayati. सा बालिका गच्छति, गच्छन्ति, सा बालिका पठति, ताः बालिकाः पठन्ति, सः पुरुषः खादति, ते पुरुषाः खादन्ति, तत् यानं गच्छति, तानि यानानि गच्छन्ति. समीचीनं, समीचीनमस्ति. अस्तु, सः बालकः क्रीडति, ते बालकाः क्रीडन्ति, सा बालिका प्रक्षालयति, सा बालिका प्रक्षालयन्ति, सः पुरुषः, सः सः पुरुषः आगच्छति. न, सः ते पुरुषाः गच्छन्ति, आगच्छन्ति, ते पुरुषाः आगच्छन्ति. सः, सा बालिका पश्यति, ताः बालिकाः पश्यन्ति. सः बालकः लिखति, ते बालिकाः लिखन्ति, ते बालकाः लिखन्ति इति अस्ति. अस्तु, तत् तत् फलम् अस्ति, फलानि सन्ति, तानि फलानि सन्ति, अस्तु इति अस्ति. तर्हि अद्य वयं बहुवचनान्तरूपाणि परिशीलितवन्तः. अत्र बहुवचनान्तरूपाणि नाम सः पुल्लिङ्गे, सः बालकः अस्ति, तत्र बहुवचने हा. इदानीं स्त्रीलिङ्गे सा बालिका चिन्तयति, बहुवचने. इदानीं सा नदी वहति, वहन्ति, ताः नद्यः वहन्ति. इदानीं तत् यानं गच्छति इति दूरं, दूरे अस्ति चेत्. समीपे तत्र ए इति यजामः, तावदेव ए. एषः बालकः लिखति, किं भवति? एते, एते बालकाः लिखन्ति. इदानीम् एषा बालिका पठति, एताः बालिकाः पठन्ति. एतत् यानं गच्छति, इति अस्ति. अत्र प्रश्नः अस्ति वा? हा, तत्र दूरे दन्त्यसकारः सा अथवा सः. समीपे तत्र मूर्धन्यषकारः अस्ति, एषः कृष्ण, एषः बालकः, एषा बालिका, मूर्धन्यषकारः समीपे अस्ति चेत् अस्ति. अस्तु, नाम विषयः स्पष्टः, बहुवचनान्तरूपाणि. वन् मोर् एक्साम्पल्. हा, अस्तु. तर्हि एषः पुरुषः पाठयति, एषः पुरुषः पाठयति, पठति, पाठयति. छात्रः पठति, शिक्षकः पाठयति. तो एषः शिक्षकः पाठयति, बहुवचने. एते शिक्षकाः पाठयन्ति, पाठयन्ति. एषः एते, एषा शिक्षिका पाठयति, एताः शिक्षिकाः पाठयन्ति. एतत् यानं गच्छति, गच्छन्ति, एतानि यानानि इति अस्ति. सुलभं खलु, संस्कृतं सुलभम् अस्ति वा? अस्तु, समीचीनम्. अस्तु, विरमामः.